गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासस्य पुनर्चिन्तनं जायमानमस्ति वर्गे पूर्वतनवर्गेषु केचन प्रश्नाः अवशिष्टाः आसन् तेषां विषये परह्यः भानुवासरे सायङ्काले मणिद्राविडशास्त्रिपादैः सह किञ्चित् चर्चा जाता महान् उपयोगाय आसीत् तर्हि तत्र मया किम् अवबुद्धम् इति प्रथमं वदामि तदनन्तरं तत्र उपाधिः इति PDF मया प्रेषितमासीत् तस्मिन् विषये अपि किञ्चित् इतोपि चिन्तनीयमस्ति तदनन्तरं यथा पूर्वमस्माभिः कृतं तत्र उदाहरणानां परिशीलनं कुर्मः इत्युक्ते प्रत्येकम् उदाहरणे के हेत्वाभासाः सन्ति इति चिन्तनम् अस्तु तर्हि प्रथमप्रश्नः आसीत् अभावः केन प्रमाणेन ज्ञायते इति तत्र पुस्तके अपि पठितम् इति भाति मया प्रायः विस्मृतं नो चेत् मनसि न संस्थापितम् अभावः केन प्रमाणेन ज्ञायते इति प्रश्नस्य उत्तरम् एवमस्ति कस्यचित् भावः येन प्रमाणेन ज्ञायते तेनैव प्रमाणेन तस्य अभावः अपि ज्ञायते उदाहरणार्थम् अत्र कस्मिंश्चित् पदार्थे माधुर्यम् अस्ति वा इति केन प्रमाणेन ज्ञायते इति जिह्वया एव ज्ञायते तर्हि कस्मिंश्चित् पदार्थे माधुर्यं नास्ति इति अपि जिह्वया एव ज्ञातुं शक्नुमः न तु चक्षुषा पदार्थं दृष्ट्वा अस्मिन् पदार्थे माधुर्यं नास्ति इति न ज्ञातुं शक्नुमः किन्तु अत्र तस्य रुचिं प्राप्त्वा एवं हा नमस्कारः भगिनि रुचिं प्राप्त्वा एव वक्तुं शक्नुमः इत्यतः तत्र सम्प्रदाये कथं वदन्ति इति चेत् कस्यचित् भावः येन प्रमाणेन ज्ञायते तेनैव प्रमाणेन कीदृशप्रमाणम् इति चेत् अनुपलब्धिसहकृतप्रमाणेन अनुपलब्धिः तत्र भवेत् अनुपलब्धिः उपलब्धिः न इति अनुपलब्धिः अनुपलब्धिसहकृतप्रमाणेन तेनैव प्रमाणेन तस्य अभावः अपि ज्ञायते अस्तु प्रमाणानि कानि इति चेत् नैयायिकानां मतानुसारं चत्वारि प्रमाणानि इति वयं जानीमः प्रत्यक्षम् अनुमानम् उपमानं शब्दः इति तेषु प्रायः उपमाने इत्युक्ते उपमानप्रमाणेन प्रायः तत्रापि वक्तुं शक्यते इति भाति इत्युक्ते गां दृष्ट्वा गोः इति उपमानं गवयः इति उपमेयमस्ति इति चिन्तयतु तर्हि गां दृष्ट्वा एषः गवयः इति उपमेयस्य ज्ञानं यथा भवति तथा अत्र गां दृष्ट्वा यदि तत्र किं कश्चन अन्य पशुविशेषः अस्ति इति चिन्तयतु एषः गौः नास्ति इति अपि अवगन्तुं शक्नुमः खलु नास्ति इति अवगन्तुं शक्नुमः किन्तु अभावः प्रायः अभावः इत्युक्ते गवयस्य अभावः चिन्तनीयं खलु गभवस्य गवयः केन प्रमाणेन ज्ञातम् इति चेत् उपमानेन ज्ञातं गां मनसि संस्कृत्य अत्र उपमानेन ज्ञातं किन्तु गवय अभावः प्रायः न भवति अतः उपमानप्रमाणेन प्रायः तत्र अभावः ज्ञातुं शक्यते इति न वक्तुं शक्यते किन्तु प्रत्यक्षप्रमाणेन अनुमानप्रमाणेन शब्दप्रमाणेन वा अभावः ज्ञातुं शक्यते इति तैः उक्तम् अस्तु अस्मिन् विषये प्रश्नः अस्ति वा अभावः केन प्रमाणेन ज्ञायते इत्यत्र तर्हि महोदय सर्वत्र तादृशमेव भवति सर्वत्र तादृशमेव भवति भवानेव एक उदाहरणं चिन्तयतु। इत्युक्ते अत्र अत्यन्त अभावः अन्योन्य अभावः यत्किमपि अस्ति तत्र सर्वत्र भावः सर्वेषाम् अभावानां सर्वेषाम् अभावानां ज्ञानं तस्य भावस्य येन प्रमाणेन ज्ञायते तेनैव प्रमाणेन। अतः एव अत्र अत्यन्ताभावः अत्यन्ताभावः इति नैयायिकाः शशशृङ्गम् इति यथा कदापि न अङ्गीकुर्वन्ति। किमर्थम् इति चेत् शशशृङ्गम् इति पदार्थं यदि अस्ति तस्य ज्ञानमपि अस्ति, तस्य ज्ञानं केनापि प्रमाणेन ज्ञायते तेनैव प्रमाणेन तस्य अभावः अपि ज्ञातुं शक्नुमः। किन्तु शशशृङ्गस्य भावस्य ज्ञानं केनापि प्रमाणेन न प्राप्तुं शक्यते इति कृत्वा तस्य अभावः अपि तस्य अभावस्य ज्ञानमपि न प्राप्तुं शक्यते। हा तत्तु सत्यं, यदा पदार्थः नास्ति एव तर्हि तत्र तस्य अभावः कथं जानीमः। किन्तु वेदान्ते ते किं कुर्वन्ति अत्यन्त अभावस्य उदाहरणं किम् इति चेत् शशशृङ्गम् इति ते वदन्ति। ओ अस्तु, वेदान्ते वस्तुतः वेदान्तसम्प्रदाये एतादृशं न वदन्ति, किन्तु इदानीन्तन आधुनिक वेदान्तिनः एवं वदन्ति, तद्दोषाय वस्तुतः। इत्युक्ते अत्यन्त अभावस्य शशशृङ्गम् शशशृङ्गं कीदृशपदार्थः इत्युक्ते अप्रसिद्धपदार्थः इति वक्तव्यं, तादृशपदार्थः एव नास्ति। न तु शशशृङ्ग अभावः इति, शशशृङ्गः नास्ति इत्युक्ते अप्रसिद्धः इति अर्थः, न तु तस्य अभावः अस्ति। आम् सत्यम्। अस्तु, बहु समीचीनं। तदनन्तरम् अधिकरणस्य विषये मम प्रश्नः आसीत्, प्रायः अत्र वर्गे आगतव्य ये प्रश्नाः मया पृष्टाः ते सर्वे वर्गे एव आगतं, कदा इति न ज्ञाने। किन्तु घटप्रागभावस्य अधिकरणं किम् इति प्रश्नः आसीत् मम मनसि। घटप्रागभावस्य घट उत्पत्तेः पूर्वं घटप्रागभावः अस्ति, तदपि कारणम् इति अस्माभिः अधीतं। तर्हि घटप्रागभावस्य अधिकरणं किम् इति चेत् स्वसमवायीकारणं कपालः एव अधिकरणम् इति नैयायिकानां मतम्। तर्हि घटप्रागभावः कुत्र वर्तते इति चेत् कपाले वर्तते इति वक्तव्यम्। एवं घटप्रध्वंस अभावः कुत्र वर्तते इति चेत् तदपि स्वसमवायीकारणे कपाले। तर्हि घटप्रध्वंस अभावः यदा घटस्य नष्टः भवति तदा घटप्रध्वंस अभावः कुत्र वर्तते इति चेत् कपाले वर्तते इति एव वक्तव्यम्। अस्तु, तदनन्तरं घट अन्योन्य अभावः कुत्र वर्तते इति चेत् घटं विहाय अन्येषु सर्वेषु पदार्थेषु वर्तते, घटः पटः न इत्यत्र घटः पटः न पटः घटः न इति वक्तव्यं, तदा एव घट अन्योन्यभावः भवति। तर्हि घट अन्योन्यभावः कुत्र अस्ति, घटं विहाय प्रतियोगिनं विहाय अन्यत्र सर्वत्र वर्तते इति कृत्वा एव अत्यन्ताभाव अप्रतियोगित्वम् इति व्याप्तिविषये नैयायिकाः वदन्ति। भवतु, तदनन्तरं घट अत्यन्त अभावः कुत्र वर्तते इति चेत् यत्र आसीत् भूतले घटः आसीत् पूर्वम्, इदानीं नास्ति इति चेत् घट अत्यन्त अभावः कुत्र वर्तते इति चेत् भूतले वर्तते इति वक्तव्यम्। अस्तु, तर्हि अधिकरणं किम् इति अस्माभिः ज्ञातं। तत्र वेदान्तस्य विषये मया किञ्चित् इतोपि पृष्टमासीत्, केवलं अत्र इदानीं न्यायवर्गे स्मः, किन्तु अत्र रुचिकरमस्ति इति कृत्वा तदपि वदामि। अत्र यदि कस्यचित् वस्तुनः आरोपणं कुर्मः इत्युक्ते रज्जौ सर्पः दृश्यते इति चिन्तयतु, तत्तु वास्तविकं नास्ति किन्तु कस्मिंश्चित् तादृशं भासते। रज्जौ तत्र रज्जुं दृष्ट्वा सः वदति एषः सर्पः इति वदति, तर्हि तादृश सर्पः सर्पस्य अधिकरणं किम् इति आरोपितसर्प सर्पः नास्तु न तु वास्तविकसर्पः, आरोपितसर्पस्य अधिकरणं किम् इति पृष्टे सति तत्र तार्किकाणां मतानुसारम् उत्तरं भिन्नमस्ति, वेदान्तीनां मतानुसारं भिन्नमस्ति. किमर्थम् इत्युक्ते अत्र ख्यातिवादः इति कश्चन वादः अस्ति. ख्यातिवादः इत्युक्ते कथं वा भ्रमज्ञानं जायते इत्यस्मिन् विषये, तत्र असत्ख्याति, अन्यथा ख्याति, अख्याति, अनिर्वचनीयख्याति, सत्ख्याति इति बहवः ख्यातयः सन्ति, ख्यातिवादयः सन्ति. तेषु नैयायिकाः किं वदन्ति इति चेत् अन्यथाख्याति. अन्यथाख्याति नाम किम् इति चेत् इदानीं यस्मिन् रज्जौ सर्पः दृश्यते सः सर्पः वास्तविकमस्ति, किन्तु इत्युक्ते वास्तविकम् इत्युक्ते अन्यत्र यत्र कुत्रापि अस्ति, वने अस्ति सर्पः. किं न वास्तविकम् इति चेत् कुत्र दृश्यते इत्युक्ते तत्र सम्बन्धः अस्ति खलु, तदेव तत्रैव भ्रमः अस्ति. सर्पस्तु वास्तविकमेव इति तेषां मतं. भवतु, अधिकम् अत्र न वदामि, केवलम् अत्र तेषां मतानुसारं सर्पः यद् मया वने दृष्टः तद् इदानीमपि वने एव अस्ति, किन्तु तस्य संस्कारः ज्ञानेन संस्कारः मम मनसि अस्ति इति कृत्वा तत्र मन्द अन्धकारे यदि अहं रज्जुं पश्यामि तदा रज्जुः इयं रज्जुः इति न दृश्यते, रज्जोः आवरणं जातं, तदा किं भवति अत्र सर्पं दृश्यते, किन्तु तस्य सर्पः कुत्र अस्ति इति चेत् वने अस्ति, वने विद्यमानसर्पः एव इदानीं रज्जौ दृश्यते इति नैयायिकानां मतं. तर्हि आरोपितसर्पस्य अधिकरणं किम् इति चेत् रज्जुः नास्ति, वनम् इति तेषां मतं. किन्तु वेदान्तिनः किं वदन्ति, तत्र आक्षेपं कुर्वन्ति. किम् आक्षेपं कुर्वन्ति इति चेत् वने यद् यः सर्पः अस्ति तत् कथं वा इदानीम् अत्र मम पुरतः यद् सर्प यद् रज्जुः अस्ति तत्र कथं तद् विद्यमानं भवति, तत्र सम्बन्धः कथः कथं जातः, सम्बन्धः एव नास्ति. अहं तु इदानीं मम गृहे अस्मि, सर्पः तु वने अस्ति, तर्हि कथं वा सम्बन्धः जायते इति कृत्वा ते वदन्ति अत्र वेदान्तिनः वदन्ति सर्पं यद्दृश्यते रज्जौ दृश्यते तत् सर्पं सर्पस्य उत्पत्तिः जातः इति ते वदन्ति. उत्पत्तिः जातः, तर्हि उत्पत्तिः जातः अस्ति चेत् तत्र समवायिकारणं किमपि भवेत्, यथा कपालः घटस्य समवायिकारणं तथा अत्र किमपि समवायिकारणं भवेत्, उपादानकारणं भवेत्, मटीरियल् कास्ट् भवेत्. मटीरियल् कास्ट् किम्, उपादानकारणं किम् इति पृष्टे अविद्या एव उपादानकारणं. कस्य अविद्या? रज्जोः अविद्या एव उपादानकारणं सर्पस्य. तर्हि यदा अहं पश्यामि तत्र प्रथमं रज्जु अज्ञानं जातं, तर्हि रज्जु अज्ञानम् उपादानकारणं भवति सर्पस्य विक्षेपार्थम्, उत्पत्त्यर्थं. तर्हि तत्र यत् सर्पं दृश्यते तद् उत्पद्यते एव. किमर्थं तस्य उत्पत्तिः जातः जाता इति चेत् रज्जोः अज्ञानम् अस्ति इति कृत्वा सर्पस्य उत्पत्तिः भवति. अनिर्वचनीयम् इति इत्युक्ते यद्यपि रज्जौ यदा कदापि सर्वसर्पत्वं न भवितुम् अर्हति, सर्पे एव सर्पत्वं भवितुमर्हति, किन्तु अत्र अज्ञानमस्ति इति कृत्वा तेन अज्ञानस्य प्रभावेन तेन अज्ञानप्रभावेन अत्र सर्पम् उत्पादितं भवति. अतः इदानीं सर्पस्य आरोपितसर्पस्य प्रागभावः कुत्र अस्ति इति चेत् रज्जौ एव अस्ति. सर्पः कुत्र अस्ति इति चेत् रज्जौ एव अस्ति. तर्हि यदि रज्जोः ज्ञानं भवति तदा सर्पस्य प्रध्वंसः जातः, आरोपितसर्पध्वंसाभावः कुत्र अस्ति इति चेत् तत्र वेदान्तिनः वदन्ति वस्तुतः अत्र अभावः अस्ति इति न वक्तव्यम्, अधिष्ठान अवशेषः हि नाशः कल्पितवस्तुनः इति वार्तिकं माण्डुकोपनिषदि. अधिष्ठान अवशेषः हि नाशः कल्पितवस्तुनः इत्युक्ते वेदान्तिभिः किमुक्तम् इति चेत् सर्प आरोपित अस्तु, यदि सर्पः आरोपितः नास्ति, वास्तविकसर्पः अस्ति, तस्य नाशः यदि दण्डेन क्रियते, यस्मिन् देशे तस्य नाशः क्रियते इत्युक्ते यस्मिन् देशे इति नास्ति, सर्पस्य समवायीकारणं यदासीत् तत्रैव सर्पध्वंसः अस्ति, सर्पध्वंसस्य सर्पस्य ध्वंसस्य अनन्तरं सर्पप्रध्वंसाभावः कुत्र अस्ति इति चेत् स्वसमवायीकारणे अस्ति इति वक्तव्यम्. किन्तु आरोपितसर्पस्य प्रध्वंसः अस्ति वा इति चेत् वास्तविकं नास्ति एव, नास्ति एव. तर्हि नाशः प्रध्वंसः कः इति चेत् अधिष्ठान अवशेष इत्युक्ते अधिष्ठानमेव, अधिष्ठानं नाम रज्जु एव. तर्हि रज्जौ आरोपितसर्पस्य प्रध्वंसः अस्ति इति न वक्तव्यम्, रज्जु एव आरोपितसर्पस्य प्रध्वंस अभावः इति वक्तव्यं. प्रायः प्रागभावः अपि एवमेव वक्तव्यम् इति भवति इति भाति मम, यदा अहं चिन्तयन्नस्मि तदा. भवतु, तत्र प्रसङ्गवशात् एतद् मया उक्तं, किन्तु प्रागभावस्य प्रध्वंस अभावस्य अधिष्ठानं किम्, अधिकरणं किम् इति चेत् स्वसमवायीकारणमेव इति उक्तम्. अस्तु, अनन्तरम् अत्र स्प्रेड्शीट् मध्ये प्रतिबन्धकज्ञानं भवति खलु, तत्र केन प्रमाणेन केन प्रमाणेन इति प्रश्नः अस्ति, बहुत्र मया न लिखितमस्ति, तर्हि तत्रापि किञ्चित् सन्देहः आसीत् मम इति कृत्वा तस्मिन् विषये अपि मया पृष्टम्. तर्हि इदानीम् उदाहरणार्थं चाक्षुषत्वाभाववत् शब्दः, चाक्षुषत्व अभाववत् शब्दः इति ज्ञानं, तदेव प्रतिबन्धकज्ञानं, प्रतिबन्धकज्ञानस्य आकारः अस्ति चाक्षुषत्व अभाववत् शब्दः इति. तर्हि तत्र शास्त्रिपादैः किमुक्तम् इति चेत्, अस्तु, चाक्षुषत्व अभाववत् शब्दः इत्यत्र मेहुल् महोदय विशेष्यं किम्? शब्दः इति विशेष्यम्. उत्तमं, कति विशेष्याः सन्ति? चक्षु अभाववत् शब्दः एक एव विशेषः. एक एव, उत्तमम्, एकः एकः एव विशेष्यः खलु. तर्हि सः किं तेन किम् उक्तम् इति चेत्, विशेष्यस्य यदि एकस्मिन् ज्ञाने एकः एव विशेष्यः अस्ति तर्हि सामान्यविशेष्यस्य यत् प्रमाणं भवति तदेव विशिष्टस्यापि विशेष्यस्य प्रमाणं भवति इति उक्तम्. तर्हि शब्दस्य प्रमाणं यदस्ति तस्य तदेव विशिष्टशब्दस्य प्रमाणं भवति. इदानीं चाक्षुषत्व अभाववत् शब्दः इत्यस्य प्रमाणं किम्? श्रोत्रेन्द्रियं प्रत्यक्षं प्रमाणम्. उत्तमं, श्रोत्रेन्द्रियं प्रमाणम्. किमर्थं श्रोत्रेन्द्रियं प्रमाणम् इति चेत् शब्दस्य सामान्यशब्दस्य प्रमाणं श्रोत्रेन्द्रियम् इत्यतः चाक्षुषत्व अभाववत् शब्दस्यापि प्रमाणं श्रोत्रेन्द्रियमेव. सत्यं, यद्यपि चाक्षुषत्वं श्रोत्रेन्द्रियेण न गृह्यते, तत्रैव मम क्लेशः आसीत्, कथं वा अत्र श्रोत्रेन्द्रियं वक्तुं शक्यते, चाक्षुषत्वं श्रोत्रेन्द्रियेण न गृहीतुं शक्यते इति मम मनसि प्रश्नः आसीत्. किन्तु यथा यदा शास्त्रिपैदेः एवम् उक्तं तदा अवगमनं सम्यक् जातम्. इत्युक्ते अत्र अन्ततो गत्वा विशेष्यं किम् इति चेत् शब्दः एव. हा, तदेव. तर्हि सामान्यस्य यत् प्रमाणमस्ति तदेव विशिष्टस्यापि प्रमाणं भवति. अस्तु, तर्हि सत्यभामा भगिनी वदतु, गगनीयत्व अभाववत् अरविन्दम्, गगनीयत्व अभाववत् अरविन्दम् इत्यस्य प्रमाणं किं भवितुमर्हति? अनुमानम् अत्र अत्र विशेष्यं किम्? गदनीयत्वाभावद् अरविन्दम्, अरविन्दम् अरविन्दम् इति लोटस् अस्ति खलु? आम्। अरविन्दं केन प्रमाणेन, कैः प्रमाणैः ज्ञातुं शक्नुमः? चक्षुषा ज्ञातुं शक्यते, स्पर्शेन अपि, त्वचा खलु? त्वचा। तर्हि अरविन्दस्य यैः प्रमाणैः ज्ञानं भवितुम् अर्हति तेनैव तैरेव प्रमाणेन प्रमाणैः गगनीयत्वाभाववत् अरविन्दम् अपि ज्ञातुं शक्यते। बुध्यते खलु? बुध्यते, बुध्यते। उत्तमम् इति अस्ति। तर्हि ज्ञानस्य आकारं दृष्ट्वा अत्र विशेष्यः कः इति चिन्तनीयम्। यदि एकमेव विशेष्यमस्ति, इदानीं समूहालम्बनज्ञानस्य विषये अहं न वदन्नस्मि, केवलम् एकमेव विशेष्यम् इति ज्ञाने अस्तु, तर्हि अत्र प्रश्नः मम मनसि आगतः, यदि समूहालम्बनज्ञानमस्ति, समूहालम्बनज्ञाने बहवः विशेष्याः, एकस्यापि अधिकं विशेष्यं भवति, अपि च प्रत्येकं विशेष्यस्य तत्र एकनिमिषम्, अत्र समुच्चयज्ञानं वा समूहालम्बनज्ञानं वा यदहं वदन्नस्मि? समूहालम्बनज्ञानं अस्मिन् वयम् इदानीं हेतुभासविषये उक्तं वा? अत्र समूहानि षड्विधानि इति अस्माभिः अधीतानि खलु, समुच्चयज्ञानम् इति तद् कुत्र अस्ति? अत्र समुच्चय महानसं वह्निमत् वह्नि अभाववच्च इति तदेव समुच्चय ज्ञानस्य प्रकारः। किं किं किं वदतु महोदय? महानसं वह्निमत् वह्नि अभाववच्च इति, इत्युक्ते एकमेव विशेष्यं किन्तु प्रकारः भावाभावः, भावाभावप्रकारद्वयं सत्त्वे भावाभावप्रकारद्वयमस्ति चेत् तत् समुच्चयज्ञानं भवति। आम् भवतु, तत्र क्लेशः नास्ति, इत्युक्ते विशेष्यम् एकमस्ति चेत् यद् नियम यः नियमः मया उक्तः तदेव सर्वत्र सङ्गच्छति। अस्तु, तर्हि समूहालम्बनज्ञाने ज्ञाने एव बहवः विशेष्याः भवन्ति खलु? आम् आम्। वायुः स्पर्शवान् घटश्च रूपवान्, अत्र उदाहरणमासीत् वायुः स्पर्शवान् घटश्च रूपवान् इति। अस्तु, तर्हि वायुः स्पर्शवान् घटश्च रूपवान् इति समूहालम्बनज्ञानम्। अस्तु, तत्र इदानीं क्लेशः अस्ति, वायुः स्पर्शवान् घटश्च रूपवान् इत्यत्र विशेष्यं किम्? द्वयोः द्वे विशेष्ये द्वे वायुः अपि च घटः, द्वौ वायुः अपि च घटः खलु? आम्। तर्हि शास्त्रिपादैः एवमुक्तम्, इदानीं पुनः प्रष्टव्यः अस्ति, तेन किमुक्तम् इति चेत्, यदि एकस्मिन् ज्ञाने विशेष्यद्वयमस्ति अपि च विशेष्यद्वयमपि एकेन प्रमाणेन गृहीतुं शक्यते चेत्, ओ अस्तु, तदा एव अत्र समूहावलम्बनज्ञानम् इति कल्पयितुं शक्यते। इत्युक्ते तेन किमुक्तं, मया स्पष्टतया पृष्टमासीत्, यदि एकस्मिन् समूहावलम्बनज्ञाने एकं विशेष्यम् एकेन प्रमाणेन, अन्यं विशेष्यम् अन्येन प्रमाणेन इति तादृशमस्ति चेत्, तेन उक्तं तादृशसमूहालम्बनज्ञानं न भवति इति। ओ इति वा? किन्तु इदानीं यद्भवता उदाहृतं पुस्तकात् तद्भवति खलु? भवति। वायुः स्पर्शवान् घटः रूपवान्। अस्तु, तर्हि मया पुनः प्रष्टव्यमस्ति, किमर्थम् अत्र शास्त्रिपादैः एवमुक्तमस्ति, किमर्थं तेन एतादृशम् उक्तम् इत्युक्ते एकेन प्रमाणेन यदि विशेषद्वयं गृहीतुं शक्यते तर्हि विशेषद्वयमपि एकस्मिन् समूहालम्बनाज्ञाने भवितुम् अर्हति. किमर्थमिति चेत् तत्र आत्मनसंयोगः आवश्यकः अस्ति खलु. एकस्मिन् समये आत्मनसंयोगः एकेन इन्द्रियेणैव भवति. वयमेव चिन्तयितुं शक्नुमः. इत्युक्ते वायुः स्पर्शवान् घटः रूपवान् इति ज्ञानम् उद्येत चेत् यदि उद्येत तदा किं भवेत्? प्रथमं वायुं दृष्ट्वा वायुः वायुं स्पृष्ट्वा वायुः किं स्पर्शवान् इति स्पर्शवान् सत्यं वायुः स्पर्शवान् इति प्रथमक्षणे ज्ञानं जायते. तदनन्तरं द्वितीयक्षणे घटः रूपवान् इति ज्ञानमेव भवितुमर्हति खलु. आम् इत्युक्ते एकस्मिन् क्षणे द्वयेन इन्द्रियेण द्वयोः पदार्थयोः ज्ञानं भवति वा? न भवति. न न भवति तादृशं भाति परन्तु बहु सूक्ष्म. इत्युक्ते अत्र किमर्थं सः एतादृशम् उक्तवान् इति तस्य तर्कः तत्र अन्तर्निहिततर्कः अपि तेन उक्तं. किन्तु तादृशं पश्यामश्चेत् इति इदानीं यद् उदाहरणं पुस्तके दत्तमस्ति तद्दोषाय खलु. सत्यं वायुः स्पर्शवान् इत्युक्ते प्रथमं वायुः स्पर्शवान् इति ज्ञानं प्राप्त्वा तदनन्तरं घटः रूपवान् इति ज्ञानं प्राप्त्वा इदानीं संस्कारः जातः इति कृत्वा तृतीयक्षणे स्मृतिः भवितुमर्हति मिलित्वा. किन्तु स्मृतिः अपि ज्ञानं खलु. ज्ञानं द्विविधम् अनुभवः स्मृतिश्च इति अस्माभिः अधीतं. तत्र संस्कारमात्रजन्यं जन्याज्ञानं जन्यं ज्ञानं स्मृतिः इति अपि लक्षितम्. तर्हि प्रायः एतत् किं वक्तव्यम् इति चेत् वायुः स्पर्शवान् रूपः घटः रूपवान् इति ज्ञानं स्मरणं स्मरणात्मकज्ञानं न तु प्रत्यक्षज्ञानम् इति वदामश्चेत् समीचीनं भवति खलु. कथं तत्र हा तत्र क्रमः न दत्तं केवलं इत्युक्ते अत्र अत्र सूक्ष्मचिन्तनं तैः न कृतम्. इदानीम् अत्र केन प्रमाणेन भवति इति चिन्तनावसरे एव एतत् सर्वं चिन्तनीयं भवति. महोदय अत्र एवम् अपि अस्ति खलु. इदानीम् अत्र टु सेण्टेन्सस् आर् गिवन् केन् आड् मोर् समूहालम्बनम् अग्निः उष्णवान् अपि योजयितुं शक्यते खलु. देर् इस् नो लिमिट् फार् सच् सेण्टेन्सस्. सत्यं योजयितुं शक्यते किन्तु तत् तद् ज्ञानम् इदानीम् अग्निः वायुः स्पर्शवान् घटः रूपवान् अग्निः उष्णवान् इति समूहालम्बनज्ञानं स्मरणात्मकं भवति वा अनुभवः भवति इत्युक्ते प्रत्यक्षज्ञानं भवति वा इति प्रश्नः. तत्र भवती किं चिन्तयति? एकस्मिन् समये न भवितुम् अर्हति इति मम भाति. अतः स्मरणमेव भवति. अत्र नानामुख्यविशेषतानिरूपकं ज्ञानम् इति उक्तमस्ति. ज्ञानम् इति उक्तं किन्तु तज्ज्ञानम् अनुभवज्ञानं वा स्मरणात्मकज्ञानं वा इति न उक्तं खलु. न उक्तम् ज्ञानमिति एव उक्तं. ज्ञानं तु भवति स्मरणात्मकज्ञानं भवितुमर्हति. स्मरणात्मकज्ञानं तु भवितुमर्हति. तत् भवति. हा अस्तु तर्हि इदानीम् अस्माभिः किं चिन्तनीयं तदनन्तरं कुर्मः. किन्तु एकः अभ्यासः अवशिष्टः अस्ति. अत्र समूहालम्बनज्ञानम् अस्माभिः कल्पितं खलु. तत्सर्वम् एकवारं द्रष्टव्यम्. अस्माभिः दृष्ट्वा तत्र विशेष्यं किं विशेष्यम् एकेन प्रमाणेन विशेष्याः एकेन प्रमाणेन ज्ञायते वा नो चेत् भिन्नभिन्नप्रमाणेन ज्ञायते वा तदा किञ्चित् स्मरणात्मकम् इति अनन्तरं चिन्तयेम भवतु। तर्हि प्रत्यक्षज्ञानम् इति इत्युक्ते अस्तु, अत्र इतोपि अन्यत् उदाहरणं चिन्तयामः, यत्र विशेष्यद्वयमस्ति अपि च विशेष्यद्वयमपि एकेन प्रमाणेन गृहीतुं शक्यते, तादृश उदाहरणं रमेशमहोदय वदति वा? समूहालम्बनज्ञानं वक्तव्यं, विशेष्यद्वयं भवेत् किन्तु विशेष्यद्वयमपि एकेन प्रमाणेन गृहीतुं शक्यते, तादृशं वक्तव्यम्। रूपवान् घटः, रूपवान् पटः इति समूहालम्बनज्ञानं चक्षुषा गृह्यते। अस्तु, तर्हि इदानीम् एतद् ज्ञानं रूपवान्, समीचीन उदाहरणमस्ति, रूपवान् घटः, घटः रूपवान्, पटः रूपवान्, अत्र विशेष्यद्वयमस्ति, प्रकारं तु एकमेव रूपवान् इति एव प्रकारः अस्ति, भवतु तत्र तदपि अत्र इति तत्र घटः रूपवान् न रूपवान् द्वि प्रकारं द्विविधं भवेत् चेत् नीलघटः पीतपटः भवितुमर्हति। हा सत्यं, नीलघटः पीतपटः इति समूहालम्बनज्ञानं भवितुमर्हति, किन्तु इदानीम् एकस्मिन् क्षणे नीलघटः पीतपटः इति ज्ञातुं शक्यते वा? ज्ञातुं शक्यते इति अहं चिन्तयामि महोदय, एकस्मिन् यदि एकस्मिन् क्षणे यदि तस्य ज्ञानं न भवति परीक्षां करोतु, भवतः पुरतः बहवः बहूनि वस्तूनि सन्ति खलु, वस्तुद्वयं वदतु इदानीं पुरतः किमस्ति इति। स्पीकर् अस्ति, लेखनी अस्ति, लेखनी अस्ति। हा अत्र पश्यतु, स्पीकर् अस्ति, लेखनी अस्ति इति क्षणद्वये भवता उक्तं, यद्यपि द्वयमपि चक्षुषा गृहीतुं शक्यते तथापि क्षणद्वयं स्वीकृतम्। परन्तु तत् यदि वयं द्वयं पश्यामः, द्वयम् उक्त वक्तव्यं चेत् वक्तुं शक्यते, नास्ति खलु, इत्युक्ते प्रथमम् अत्र संयोगः भवेत् खलु, चक्षुषा सह संयोगः भवेत् प्रथमक्षणे, इत्युक्ते भवतः वामभागे स्पीकर् अस्ति इति चिन्तयतु, दक्षिणभागे लेखनी अस्ति इति चिन्तयतु, तर्हि यदा स्पीकर् भवान् पश्यति तदा लेखनीं न पश्यतुं शक्यते खलु, किमर्थमिति तत्र संयोगः न जातुमर्हति। संयोगः आवश्यकः अस्ति इति कृत्वा तर्हि इदानीम् अहं किं चिन्तयन् अत्र उच्चैः चिन्तयन् अस्मि, ऐ एम् जस्ट् डूयिङ्ग् लौड् थिङ्किङ्ग्, यत्र यत्र समूह आलम्बनज्ञानं भवति तत्र सर्वत्र प्रायः स्मरणात्मकमेव ज्ञानं भवति इति अहं चिन्तयामि। महोदय, दिस् इस् लैक् पञ्चक्षणप्रक्रिया इव भवति वा? न न, पञ्चक्षणप्रक्रिया तु क्रिया, क्रियाविषये उक्तम्। अस्माभिः अङ्गीकृतं प्रत्यक्षज्ञानं कथं भवति इति अस्माभिः चिन्तितं खलु, तत्र प्रत्यक्षज्ञानं करोति तत्र आत्मवनसंयोगः भवेत् अपि च इन्द्रिय इन्द्रियवस्तुसंयोगः अपि भवेत्, आत्मवस्तुसंयोगः अपि भवेत् इति एतत् सर्वम् अस्माभिः चिन्तितं, तर्हि तत्र संयोगः आवश्यकः अस्ति। एकस्मिन् क्षणे पदार्थद्वयेन सह संयोगः भवितुमर्हति वा इति प्रश्नः, प्रायः न। अत्र इतोपि एकम् उदाहरणमहं वदामि, अस्तु इदानीं भवतः हस्ते घटी अस्ति इति चिन्तयतु, रिस्ट् वाच्, तर्हि इदानीमहं पृच्छामि घटेः रूपं किम्, तदा वदति कृष्णरूपम् इति, घटेन घटेः सह संयोगः जातः, किन्तु यद्यपि घटेः सह संयोगः जातः तथापि अत्र रूपेण सह एव इदानीं संयोगः जातः, तर्हि इदानीं पुनः पृच्छामि एतत् कीदृशघटी, डिजिटल् वा अनलाग् वा, पुनः द्रष्टव्यं, दृष्ट्वा ओहो एतत् डिजिटल् इति. तदनन्तरं समयः कः इति चेत् पुनः द्रष्टव्यं. तदनन्तरं तस्य मेक् किम् इति चेत् पुनः द्रष्टव्यम्. तर्हि यद्यपि एकेन विशेष्येन सह संयोगः भवति, किन्तु सर्वेषाम् अत्र यानि विशेषणानि सन्ति प्रत्येकं विशेष्ये, अत्र घटी इति विशेष्यम् इति स्वीकुर्मश्चेत् तस्मिन् रूपमस्ति, तस्मिन् अत्र तस्य मेक् किम् इति विशेषणमस्ति, डिजिटल् अथवा अनलाग् इति विशेषम् अस्ति, विशेषणमस्ति. अपि च मेक् टाटा नो चेत् अन्यत् किमपि इति विशेषणमस्ति. तर्हि प्रत्येकं विशे अतः एव नैयायिकाः वदन्ति अत्र न्यूनातिन्यूनम् अत्र सामान्यज्ञानम् अयं घटः इत्यत्र, अयं घटः इत्यत्रापि प्रकारः अस्ति, यद्यपि अत्र विशेषणं न उक्तम्. घटत्वविशिष्टघटः, तर्हि प्रकारतासम्बन्धेन ज्ञानं घटत्वे वर्तते, विशेष्यतासम्बन्धेन ज्ञानं घटे वर्तते. अपि च तयोः मध्ये सम्बन्धः यदस्ति, घटत्वम् अपि च घटः, अनयोः मध्ये सम्बन्धः अस्ति, समवायसम्बन्धः, तत्र संसर्गता, ज्ञानं संसर्गतासम्बन्धेन वर्तते इति नैयायिकाः वदन्ति. किमर्थमत्र प्रकारः उक्तम् इति चेत् एकेन, प्रकारः इत्युक्ते वस्तुतः किं, विशेषणमेव. यद्यपि विशेष्येन संयोगः जायते, किन्तु सम्पूर्णविशेषे विशेष्ये कति विशेषणानि सन्ति, तेषु सर्वेषु अत्र संयोगः नास्ति, भवति इति नास्ति. यदि केवलम् अयं घटः इति वदामः, एषा घटिः, न घटी, घटी इति न जाने तस्य लिङ्गं किं भवतु, एषः घटी पुल्लिङ्गम् इति स्वीकृत्य अहं वदामि, तदा घटित्वम् इति प्रकारः यत् सर्वत्र वर्तते, व्याप्यवृत्तित्वमस्ति, तद् प्रकारत्वेन स्वीकृत्य अहं वदामि. यथा अयं घटः इत्यत्र घटत्वं, घटत्वस्य व्याप्यवृत्तित्वमस्ति इति सर्वत्र वर्तते, घटे यत्र यत्र घटः अस्ति तत्र सर्वत्र घटत्वमस्ति इति कृत्वा, अतः एव घटत्वं प्रकारः भवति. इदानीं घटस्य रूपं किम् इति चेत् नीलम् इति यदि अहं वदामि, तत्र इदानीं घटः विशेष्यमस्ति, घटविशेषं विना रूपं न दृश्यते. किन्तु किं प्रकारकज्ञानम् इति चेत् नीलो घटः इति यदि वदामि, तत्र इदानीं नीलरूपं प्रकारः भवति. अस्तु, तर्हि यदि घटे रूपद्वयमस्ति, उपरि नीलरूपम् अधः रक्तरूपमस्ति, तदा इदानीम् अत्र घटस्य रूपं किम् इति चेत् नीलं रक्तं च इति यदि अहं वदामि, तत्र प्रथमं नीलरूपेण सह संयोगः जातः, तदनन्तरं रक्तरूपेण सह संयोगः जातः, अतः एव अत्र क्षणम् इति वदामः. किन्तु क्षणं, क्षणस्य मानं किं, वाट् इस् द मेशर् आफ् क्षणम् इति चेत् तत् यु काण्ट् इवन् से इट् इस् वन् सेकेण्ड्, इट् कुड् बि इवन् लेस्, मच् लेस् देन् दट्. बट् यदि एतत् एतं घटं पूर्वं न दृष्टं चेत्, एषः घटः पूर्वं न दृष्टः चेत्, तर्हि अस्मिन् घटे कति रूपाणि सन्ति इति चेत् दृष्ट्वा एव वक्तव्यं, तत्र क्षणक्षणं भवति इति अस्ति. तर्हि एवं निगमितुं शक्यते, अत्र समूह आलम्बनज्ञानं यदा भवति तदा तत्र स्मरणात्मकमेव भवति. स्मरणात्मकसमूहालम्बनज्ञाने विशेष्यम् एकेन प्रमाणेन भवति, एकं विशेष्यम् एकेन प्रमाणेन गृहीतुं शक्यते, अन्यद् विशेष्यम् अन्येन प्रमाणेन गृहीतुं शक्यते इति भाति. अतः यद् शास्त्रीपादैः उक्तं तत्र इतोपि किञ्चित् चिन्तनीयमस्ति इति भाति. अस्तु, अन्येषां चिन्तनं किम् अत्र? महोदय अत्र वर्णात्मकः भवति वा यदा स्मर सम्यक् श्रूयते पुनः वदतु किमपि न बुद्धम् अत्र इदानीं नी घटः नीलः पटः पीतः इति वदामः चेत् तत्र प्रथमज्ञानं स्मरणात्मकं भवति वा अत्र द्वितीयज्ञानस्य अवसरे यदा द्वितीयज्ञानम् आगच्छति तत्र प्रथमज्ञानं स्मरणात्मकं भवेत् वा इति भवति वा इति न न इदानीम् अत्र पश्यतु प्रथमज्ञानं किं नीलः घटः द्वितीयं ज्ञानं किं पीतः पटः इदानीं तृतीयज्ञानमस्ति समूहावलम्बनज्ञानं समूहावलम्बनज्ञानं तृतीयज्ञानमस्ति नीलोघटः पीतो पटः च इति भवति तत्र चकारः भवति एके एकमेव ज्ञानं यत्र विशेष्यद्वयमस्ति प्रकारद्वयमस्ति सो वन् बै वन् इति क्रमः नास्ति नो नो वन् बै वन् इति क्रमः उक्तं खलु मया इदानीं प्रथमं नीलोघटः इति ज्ञानं जायते तेन अग्रिमक्षणे स्मर संस्कारः जायते द्वितीयक्षणे पीतः पटः इति ज्ञानं जायते तेन संस्कारः जायते इदानीं संस्कारद्वयमस्ति संस्कारद्वयेन एकं स्मरणात्मकसमूहालम्बनज्ञानं जायते अतः समूहालम्बनज्ञानं सम्पूर्णतया संस्कारमेव इत्युक्ते स्मरणात्मकमेव संस्कारः इति प्रायः भवेत् तदपि तत् समीचीनं वा अस्माकं चिन्तनं समीचीनं वा इति अहं पुनर्परिशीलयामि अस्तु तर्हि अत्र इतोपि प्रश्नः अस्ति वा नो चेत् अग्रे गच्छेम अस्तु तर्हि इदानीं मया पृष्टमासीत् व्याप्तिग्रहणं केन प्रमाणेन ज्ञायते इति व्याप्तिग्रहणं व्याप्तिग्रहणं व्याप्तिः इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इत्युक्ते नो चेत् तत्र साध्याभावदवृत्तित्वम् इति अस्ति खलु तत् केन प्रमाणेन ज्ञायते तत्र का गतिः इति मया पृष्टम् अस्तु अत्र उदाहरणं प्रकृत उदाहरणमस्ति पर्वतः वह्निमान् धूमात् इति उदाहरणं यथा महानसं तत्र किं भवति महानसे वह्निं दृष्ट्वा महानसे धूमं दृष्ट्वा तत्र अन्वयसहचारवाक्यं वदेम यत्र धूमः यत्र तत्र वह्निः यथा महानसम् इति तदनन्तरं व्यतिरेकसहचारम् अन्यत्र दृष्ट्वा ह्रदे यत्र वह्न्यभावः तत्र धूमाभावः यथा ह्रदः इति अन्वयसहचारः दृष्ट्वा इदानीं मिलित्वा तत्र व्याप्तिः अस्माभिः उच्यते सामान्यतया तर्हि व्याप्तिज्ञानम् एतादृशं यदा वदामः तदा स्मरणात्मकमेव भवति व्याप्तिज्ञानम् किन्तु यदि केवलम् अन्वयसहचारं दृष्ट्वा व्याप्तिं वक्तुं प्रभवामः तदा किं भवति महानसे मया वह्निः दृष्टः धूमः अपि दृष्टः तत्र सामानाधिकरण्यम् इत्युक्ते व्याप्तिग्रहणं कदा भवति इत्युक्ते व्याप्तिग्रहणम् इत्युक्ते किम् इति चेत् तयोः मध्ये सामानाधिकरण्यमस्ति इति ग्रहणम् एव व्याप्तिग्रहणं वस्तुतः इति शास्त्रिपादैः उक्तम् इत्युक्ते केवलं धूमस्य ग्रहणं भवति चेत् तद्व्याप्तिग्रहणं नास्ति केवलं वह्नेः ग्रहणं भवति चेत् तदपि व्याप्तिज्ञानं नास्ति अपि च एकस्मिन् कोणे वह्निः अस्ति अन्यस्मिन् कोणे धूमः आसीत् चेत् तत्र व्याप्तिग्रहणं न भवति यत्र धूमः अस्ति तस्मिन् प्रदेशे तस्मिन्नेव अधिकरणे यदि वह्निः अपि अस्ति तदा तत्र समानाधिकरण्यं तयोः अस्ति इति कृत्वा समान अधिकरणस्य न चेत् समानाधिकरण्यस्य ग्रहणमेव समान अधिकरणस्य ग्रहणं नास्ति इत्युक्ते महानस्य ग्रहणमेव व्याप्तिग्रहणम् इति अपि नास्ति वह्नेः ग्रहणं जातं धूमस्य ग्रहणं जातं महानसस्यापि ग्रहणं जातम् तदनन्तरं तत्र सामानादिकरण्यग्रहणं भवति खलु सामानादिकरण्यग्रहणं केन भवति इति चेत् प्रायः प्रत्यक्षेन भवति इति वक्तव्यं तर्हि सामानादिकरण्यग्रहणस्य सामानादिकरण्यस्य ग्रहणमेव व्याप्तिग्रहणम् इति कृत्वा अत्र पर्वतः वन्यमान् धूमात् इत्यत्र व्याप्तिग्रहणं केन प्रमाणेन जातम् इति चेत् प्रत्यक्षप्रमाणेन गृहीता इति भवति तर्हि सर्वत्र एतादृशम् इति नास्ति सर्वत्र अस्मिन् उदाहरणे अतः यथा योग्यम् इति व्याप्तिग्रहणं कथं भवति इति चेत् यथा योग्यम् अस्तु अत्र इतोपि मया एकं विषयं चिन्तितमस्ति किम् इति चेत् अस्तु प्रथमम् अहं वह्निं पश्यामि न धूमं पश्यामि इति चिन्तयतु हेतुं पश्यामि धूमग्रहणं चक्षुरिन्द्रियेण जातं तदनन्तरं वह्निग्रहणं स्पर्शेन्द्रियेण जातम् इति चिन्तयतु केवलम् इत्युक्ते वह्निः अधः अस्ति तस्मात् धूमः जायमानमस्ति किन्तु धूमः उपरि अस्ति तदेव मया दृष्टं यस्मिन् प्रदेशे धूमः अस्ति तस्मिन् प्रदेशे वह्निः मया न दृष्टम् इति चिन्तयतु तर्हि मया धूमः मया दृष्टः अस्ति केन प्रमाणेन चक्षुरिन्द्रियेण दृष्टः अस्तु तर्हि धूमः प्रत्यक्षेन चक्षुरिन्द्रियेण गृहीतः तदनन्तरं मया मम चक्षुः उन्मीलितमस्ति इत्युक्ते क्लोस्ड् तदनन्तरं तत्र समीपे गत्वा उष्णम् अहम् अनुभवामि केन प्रमाणेन त्वचा तर्हि अत्र वह्निः अस्ति किन्तु वह्नेः ग्रहणं केन प्रमाणेन जातम् इदानीं त्वचा जातम् धूमः केन प्रमाणेन गृहीतं चक्षुषा गृहीतं तर्हि इदानीं व्याप्तिग्रहणं भवितुमर्हति वा भवन्तः किं चिन्तयन्ति व्याप्तिग्रहणं भवति किमर्थमित्युक्ते संस्कारेण स्मृतिः अस्ति यत्र धूमः तत्र वह्निः अतः न इदानीं यद् मया उक्तं तद् आधारीकृत्य वदतु संस्कारः कस्य इदानीं चक्षुरिन्द्रियेण धूमः गृहीतः अतः चाक्षुष संस्कारः अस्ति त्वगिन्द्रियेण अत्र किं वह्निः गृहीतः अस्ति तर्हि अत्र चाक्षुषम् इत्यत्र त्वगिन्द्रियस्य किं वक्तव्यं त्वाच्यम् इति वक्तव्यं वा न जाने त्वचया न त्वचा इति तृतीया त्वक्शब्दस्य किन्तु चाक्षुषम् इति यथा मया उक्तं तथा त्वाच्यं प्रायः यथा शाब्दं भवति तथा त्वाच्यम् इति भवति तर्हि वह्नेः ज्ञानं त्वचा प्राप्तं खलु इति कृत्वा भिन्नभिन्न इन्द्रियेण अत्र हेत्वोः अपि च हेतोः साध्यस्य ज्ञानं प्राप्तमिति कृत्वा तर्हि सामानाधिकरण्यं तयोः मध्ये गृहीतुं शक्यते वा यदा धूमस्य ग्रहणस्य अनन्तरं तत्र एव वह्निः इति तत्रैव अस्ति इति मया न वक्तुं शक्नुमः तत्र इति अत्र केवलं स्पर्शः अस्ति. तत्र स्पर्शप्रमाणेन वह्निः अस्ति इति ज्ञातुं शक्यते, किन्तु यस्मिन् प्रदेशे धूमः अस्ति तत्रैव वह्निः अस्ति इति न ज्ञातुं शक्यते खलु त्वचा. तर्हि व्याप्तिग्रहणं न भवति. किमर्थमित्युक्ते किमर्थमित्युक्ते धूमः धूमः त्वचा ज्ञातुं शक्यते वा? न ज्ञातुं शक्यते. न शक्यते खलु. धूमस्य केवलं रूपमेव अस्ति महोदय. परन्तु यदा वयं स्पर्शनं कर्तुं शक्यते चेत् तत्र अस्माकं दृष्टिः अपि अस्ति खलु. एकनिमिषम्, न इति नास्ति इति मया उक्तम्. इदानीम् अत्र मानसे अधोभागे तत्र वह्निः अस्ति, उपरि धूमः अस्ति, केवलं मया उपरि एव दृष्टम् इति चिन्तयतु. इत्युक्ते मम आशयः एवमस्ति. इतोपि एकं नियमं स्वीकर्तुं शक्यते, हेतुः अपि च साध्यम् उभयमपि एकेन इन्द्रियेण गृहीतमस्ति चेत् एव तयोः मध्ये सामानाधिकरण्यं ग्रहीतुं शक्यते तेन इन्द्रियेण इति नियमः खलु. यदि धूमः चक्षुरिन्द्रियेण गृह्यते, वह्निरपि चक्षुरिन्द्रियेण गृह्यते, तदा तयोः मध्ये यत् सामानाधिकरण्यमस्ति तदपि चक्षुरिन्द्रियेण गृहीतुं शक्यते. इति नियमः. यदा सामानाधिकरण्यं गृहीतं भवति तदा एव व्याप्तिग्रहणं भवति, नो चेत् व्याप्तिग्रहणं न भवति. अस्तु, तर्हि तदपि अहम् अत्र योजयिष्यामि. अस्तु महोदय. साध्यस्य हेतोः अपि च तयोः मध्ये यत् समानाधिकरण्यम् अस्ति तस्यापि ग्रहणम् एकेन इन्द्रियेण भवेदेव व्याप्तिज्ञानं भवति इति. न एकनिमिषं किञ्चित् परिष्कृत्य वदामि. यद्भवत्या उक्तं साध्यम् अपि च हेतुः उभयमपि एकेन प्रमाणेन गृहीतव्यम् इति नियमः. तदा एव तयोः मध्ये सामानाधिकरण्यं गृहीतुं शक्यते. यथा इदा मया निरूपितं, यदि धूमः प्रत्यक्षेन चाक्षुरिन्द्रियेण गृह्यते, वह्निस्तु स्पर्शेन गृह्यते, तर्हि तयोः मध्ये सामानाधिकरण्यम् इति न वक्तुं शक्यते एकेन प्रमाणेन. इदानीं हेतुः एकेन प्रमाणेन गृहीतः, साध्यं तु अन्येन प्रमाणेन गृहीतम्, तर्हि तयोः मध्ये सामानाधिकरण्यम् एकेन प्रमाणेन भवति इति नास्ति. अपि च सामानाधिकरण्यं प्रमाणद्वयेन भवितुमर्हति इति अपि नास्ति नियमः खलु. आम् महोदय. हा, इति कृत्वा तर्हि नियमः एवमस्ति, एकेन प्रमाणेन एव हेतुः अपि च साध्यम् उभयमपि गृहीतव्यम् इति नियमः. तदनन्तरं यदि तादृशमस्ति, यदा तयोः मध्ये सामानाधिकरण्यम् इत्युक्ते एकेन प्रमाणेन एव साधु हेतुसाध्यौ गृहीतौ भवतः चेत् एव तयोः मध्ये सामानाधिकरण्यं गृहीतुं शक्यते. यदा सामानाधिकरण्यं गृहीतं भवति तदा व्याप्तिः अपि गृहीता भवति इति कृत्वा तेनैव प्रमाणेन व्याप्तिः अपि गृहीता भवति इति वक्तव्यम्. समीचीनं किं नियमः? आं महोदय. अस्तु, एतत् सर्वम् अहं केवलम् उच्चैः चिन्तयन् अस्मि. अत्र शास्त्रिपादैः सह किञ्चित् इतोपि चर्चां कृत्वा यद् अस्माभिः निश्चितं तत् समीचीनं वा न वा इति अग्रे वदिष्यामि. किन्तु एतावत्पर्यन्तं यद्मया उक्तं तत् अन्येषाम् अङ्गीकारः अस्ति इति अहं चिन्तयामि, नो चेत् वदतु. अस्तु, तदनन्तरम् अत्र नित्यत्वम् अनित्यत्वम् इत्यत्र केन प्रमाणेन गृहीतुं शक्यते इत्यत्र रमेशमहोदयेन अत्र किञ्चित् उक्तमासीत्. तत्र अनित्यत्वं तस्मिन् विषये तर्हि मया पृष्टमासीत्, अनित्यत्वं नित्यत्वं वा केन प्रमाणेन गृह्यते इति. तत्र अनित्यत्वं प्रत्यक्षेन गृहीतुं शक्यते इति यद् रमेशमहोदयेन उक्तं तदेव शास्त्रिपादैः अपि उक्तं. मया पृष्टं कथम् इति, इत्युक्ते अस्मिन् क्षणे यदि कस्यचित् घटस्य नष्टः जायते तदनन्तरमेव ओ नष्टः जातः अतः एतत् अनित्यम् इति मया वक्तुं शक्यते, तर्हि तत्र अनन्तरमेव अत्र अनुमानं वा अर्थापत्ति वा मया क्रियते इति कृत्वा अनित्यत्वं कथं वा प्रत्यक्षेन ज्ञायते इति मया पृष्टम्. तदर्थं शास्त्रिपादैः किं चिन्तितम् इति चेत् अनित्यत्वं नाम किम्, अनित्यत्वस्य लक्षणं किम् इति तेन चिन्तितम्. तर्हि अनित्यत्वम् इत्युक्ते किम् इति चेत् ध्वंसप्रतियोगित्वम् एव अनित्यत्वम्. ध्वंसप्रतियोगित्वम् इत्युक्ते प्रध्वंस अभावस्य प्रतियोगी यस्मिन् अस्ति तस्मिन्नेव अनित्यत्वमपि अस्ति इति उक्तम्. तर्हि ध्वंसप्रतियोगित्वम् अनित्यत्वं चेत् यस्मिन् क्षणे ध्वंसः भवति तस्मिन्नेव क्षणे तत्र तस्मिन् अनित्यत्वम् अपि अस्ति इति वयं ज्ञातुं शक्नुमः. किन्तु एषः अनित्यः इति शब्दप्रयोगम् अनन्तरं कुर्मश्चेदपि यस्मिन् क्षणे कस्मिंश्चित् ध्वंसः जायते तस्मिन्नेव क्षणे अस्माभिः ज्ञातुं शक्नुमः तस्मिन् अनित्यत्वमपि अस्ति. किमर्थम् इति चेत् अनित्यत्वं नाम किं, ध्वंसप्रतियोगित्वम् एव अनित्यत्वम् इति लक्षणम् इति कृत्वा शब्दप्रयोग अनन्तरं कुर्मः. ओ घटः पूर्वम् आसीत् इदानीं नास्ति तर्हि अनित्यः इति शब्दप्रयोग अनन्तरं कुर्मः. किन्तु लक्षणं यदि एतादृशं वदामः ध्वंसप्रतियोगित्वम् एव अनित्यत्वम् इति लक्षणं वदामः तदा यदा ध्वंसः जायते कस्यचित् तदा वयम् अवगन्तुं शक्नुमः सः वस्तु अनित्यम् इति, तस्मिन् अनित्यत्वम् अस्ति इति कृत्वा तेन उक्तं प्रायः प्रत्यक्षप्रमाणेन एव. इत्युक्ते अत्र ध्वंस अभावः अपि केन प्रमाणेन ज्ञायते, येन प्रमाणेन घटः ज्ञायते तेनैव प्रमाणेन अनुपलब्धिसहकृत तेनैव प्रमाणेन ध्वंसः अपि ज्ञायते इति कृत्वा तर्हि अत्र अनित्यत्वं केन ज्ञायते इति चेत् प्रत्यक्षेन ज्ञायते इति वक्तुं शक्नुमः. किन्तु नित्यत्वं, तर्हि नित्यत्वस्य लक्षणं किम्, ध्वंसप्रतियोग्यभावः ध्वंसप्रतियोगित्वभावः ध्वंसप्रतियोगित्वाभावः एव नित्यत्वस्य लक्षणं. तर्हि अभावः अत्र ज्ञातव्यः खलु, तर्हि ध्वंसप्रतियोगित्व अभावः. तर्हि प्रथमं ध्वंसः ज्ञातव्यः अस्ति. यदि ध्वंसः भवति तदा तन्निष्ठप्रतियोगित्वं कस्मिंश्चित् भवेत् तद् ज्ञातुं शक्नुमः. तर्हि ध्वंसप्रतियोगित्वं ज्ञातुं शक्नुमः. किन्तु ध्वंसप्रतियोगित्व अभावः ज्ञातव्यं चेत् तर्हि प्रथमं तस्य भावः ज्ञातव्यः अस्ति. ध्वंसप्रतियोगित्व अभावः ज्ञातव्यं चेत् तस्य भावः येन प्रमाणेन ज्ञायते तेनैव प्रमाणेन अभावः अपि ज्ञायते इति कृत्वा ध्वंसप्रतियोगित्व अभावः. तर्हि प्रतियोगित्वं केन ज्ञायते प्रत्यक्षप्रमाणेन ज्ञायते चेत्, किन्तु ध्वंसप्रतियोगित्वं खलु. तर्हि ध्वंसप्रतियोगित्वं कदा ज्ञायते, यदा ध्वंसः जायते तदा एव ज्ञायते खलु. हा समीचीनं, यदा ध्वंसः जायते तदा एव. अस्तु इदानीं घटस्य नाशः जातः इति चिन्तयतु, तर्हि घटे ध्वंसप्रतियोगित्वम् अस्ति इति कथं कदा ज्ञायते, यदा ध्वंसः जायते तदा एव ध्वंसप्रतियोगित्वं जायते ज्ञायते. यदा येन प्रमाणेन ध्वंसप्रतियोगित्वं ज्ञायते तेनैव प्रमाणेन ध्वंसप्रतियोगित्व अभावः अपि ज्ञायते इति कृत्वा यावत्पर्यन्तं ध्वंसः न जायते तावत्पर्यन्तं ध्वंसप्रतियोगित्व अभावः अपि ज्ञातुं शक्नुमः इति कृत्वा प्रत्यक्षेन अत्र नित्यत्वं न ज्ञातुं शक्नुमः इति तेन उक्तं तस्मादुपरि न उक्तं किन्तु तस्मादुपरि अहं चिन्तयन्नस्मि तर्हि नित्यत्वम् इत्युक्ते किं यद् यद् न अनित्यं तदेव नित्यम् इति प्रायः वक्तव्यं भेदार्थे अत्र नै केवलं नित्यत्वं न अनित्यं प्रत्यक्षप्रमाणे न ज्ञायते इति एव उक्तं वा केवलं प्रत्यक्षप्रमाणेन न ज्ञायते इति एव उक्तं केन प्रमाणेन ज्ञायते इति न उक्तम् सत्यम् अतः एव ब्रह्म नित्यम् इति शब्दप्रमाणेनैव ज्ञातुं शक्नुमः अपि च ब्रह्म एतद् नास्ति एतद् नास्ति तदेव सर्वे वदन्ति न तु किम् अस्ति इति न वदन्ति इति अस्तु अत्र ब्रह्म इति त्यजतु इदानीम् इत्युक्ते परमाणवः नित्याः इति नैयायिकाः वदन्ति खलु तर्हि परमाणवः नित्याः आकाशः नित्यः कालः नित्यः आत्मानित्यः इति नित्यत्वं कथं वदन्ति इति चेत् ते तैः किमुक्तं लाघवं स्वीकृत्य उक्तम् इति उक्तं वस्तुतः अत्र प्रमाणेन ज्ञातं सत्यं लाघवार्थं किमपि भवेत् यस्य कारणं न भवेत् यत् कार्यं नास्ति तद् नित्यम् अकार्यं नित्यम् तत्र लाघवं स्वीकृत्य तैः उक्तं तर्हि नित्यत्वं प्रायः तार्किकेन केनापि प्रमाणेन न उक्तं तत्र लाघवं स्वीकृत्य भवतु एतादृशं स्वीकुर्मः नो चेत् केनापि वक्तुं शक्यते खलु सत्यं सत्यं बेसिक् अजम्प्शन् तदेव पोस्टुलेशन् सत्यम् अन्यथा अग्रे न गन्तुं पोस्टुलेशन् अपि नास्ति अन्यथा अग्रे किन्तु किमपि न चिन्तयितुं शक्नुमः सत्यं तत्तु स्वीकरणीयमेव अस्तु तर्हि नित्यत्वं केनापि प्रमाणेन न ज्ञातुं शक्नुमः प्रायः अनित्यत्वं प्रत्यक्षेन ज्ञातुं शक्यते अस्तु तदनन्तरम् अत्र उदाहरणं वक्तव्यम् इति एकं नियमः अस्माभिः स्वीकृतः खलु एकः नियमः इत्युक्ते यावत्पर्यन्तम् उदाहरणं नृत्तं तावत्पर्यन्तम् अनुमानमेव न सिद्ध्यति अतः एव अत्र अनुमानपरिशीलक्रमे प्रथम प्रश्नः अनुमानस्य उदाहरणम् उक्तं किम् इति मया स्थापितं तस्मिन् विषये अपि तेन सह पृष्टः अस्तु तेन किमुक्तम् अत्र पञ्च अवयववाक्यानि सन्ति खलु अनुमानस्य परार्थानुमाने प्रतिज्ञा हेतुः उदाहरणम् उपनयं निगमनम् इति पञ्च अवयव अनुमानमस्ति पञ्चवाक्यानि वक्तव्यानि सन्ति तत्र केचन वदन्ति अनुमान उदाहरणं पर्यन्तं वदामश्चेत् पर्याप्तम् इत्युक्ते प्रतिज्ञा हेतुः उदाहरणं वदामश्चेत् अनुमानं कर्तुं शक्यते इति केचन वदन्ति अन्ये किं वदन्ति इति चेत् उदाहरणम् उपनयं निगमनम् इति उदाहरणम् आरभ्य त्रीणि वाक्यानि वदामश्चेत् पर्याप्तम् इति अन्ये वदन्ति किन्तु उभयोः पक्षः कः इति चेत् तत्र उदाहरणं वक्तव्यम् एव उभयत्र उदाहरणम् अन्तर्भूतमस्ति खलु प्रथमपक्षे अत्र प्रतिज्ञा हेतुः उदाहरणमस्ति द्वितीयपक्षे उदाहरणम् उपनयं निगमनमस्ति किन्तु उभयत्र किं समानम् इति चेत् उदाहरणं समानमस्ति इति कृत्वा उदाहरणं वक्तव्यम् एव इति उक्तं किन्तु तस्मादुपरि अत्र प्रौढग्रन्थेषु न्यायमुक्तावली इति तादृशग्रन्थेषु चिन्तामणि इति अपि ग्रह इति अस्ति, तदेव प्रसिद्धग्रन्थः। तदा सर्वे वदन्ति तत् मणिकारेण एवम् उक्तं, मणिकारेण एव उक्तं। मणिकारः इत्युक्ते चिन्तामणि, तत्त्वचिन्तामणि इति तत्त्वचिन्तामणि इति गदाधरभट्टाचार्यः, सः मणिकारः, सः एव मणिकारः। तेन किमुक्तम् इति चेत्, यद्यपि अत्र उदाहरणं वक्तव्यमस्ति, किन्तु यदि उदाहरणं प्रसिद्धमस्ति, पर्वतः वह्निमान् धूमात् इति, तावदेव यदि अहं वदामि, यथा अस्मिन् पुस्तके बहूनि उदाहरणानि सन्ति, बहुत्र वयमेव उदाहरणं वदामः खलु, यथा इति तादृश इत्युक्ते यत्र उदाहरणम् अन्यः अन्येन ज्ञायते तदा इत्युक्ते प्रसिद्धः अस्ति, पर्वतः वह्निमान् धूमात् इति तावदेव वदामि चेत्, तत्र उदाहरणं मया उक्तं। किमर्थमित्युक्ते धूमवन्योः मध्ये व्याप्ति बहुत्र अस्माभिः कर्तुं शक्यते, महानसे कर्तुं शक्यते, हवनकुण्डे कर्तुं शक्यते इति बहुत्र जनैः कर्तुं शक्यते इत्यतः तादृशसन्दर्भे उदाहरणं वक्तव्यम् इति नियमः नास्ति। इत्युक्ते अवगन्तुं शक्नुमः, यः वदति अनुमानं वदति तेनापि ज्ञातं, यः शृणोति तेनापि ज्ञातं चेत् तत्र न वक्तव्यम् इति एकः। द्वितीयः कः इति चेत्, अस्तु बह्निः अनुष्टत्ववान् घटात् कार्यत्वात् यत्किमपि भवतु, तर्हि इदानीं बह्निः अनुष्टत्ववान् इति तावत् यदि अहं शृणोमि तदा एव, ए भोः तत्रैव स्थगि स्थगनं करोतु, तत्र दोषः अस्ति, किं वदति? उष्णत्वं वह्नेः स्वरूपमस्ति, वह्निः अनुष्टत्वान् इति कथं वा भवता अत्र वक्तुं शक्यते? अत्र स्वरूपासिद्धिः, स्वरूपासिद्धिः नास्ति, अत्र किं कीदृशहेत्वाभासः अस्ति अस्मिन् सन्दर्भे? बाधः अस्ति खलु, साध्य अभाववत् पक्षः, तदेव बाधः। तर्हि बाधः खलु, तर्हि बाधा अस्ति तत्र, वह्निः अनुष्टत्ववान् इति तावत् इदानीं हेतुः अपि न श्रुतं, तावत् शृणुमश्चेदेव तत्र अनुमानं नष्टं जायते इति कृत्वा, तादृशसन्दर्भे अपि इत्युक्ते यत्र दोषः अत्र दृश्यते, साक्षात् दृश्यते वाक्ये, तदा उदाहरणं न वक्तव्यम्, उदाहरणं वक्तव्यम् एव इति नियमः नास्ति इति। किन्तु सामान्यनियमस्तु उदाहरणं वक्तव्यम् एव इति तेन उक्तं, तत् समीचीनं, तदेव अस्माभिः अपि उक्तम्। अस्तु, तदनन्तरं एकनिमिषम्, हा तदनन्तरम् इतोपि एकः प्रश्नः मया कृतः, अनुमाने अत्र पक्षः भवेत्, साध्यं भवेत्, हेतुः भवेत् खलु, तेषु मध्ये सर्वे नो चेत् एकः अभावः भवितुमर्हति वा इति अपि मया उक्तम्। इत्युक्ते पक्षः अभावः पक्षः, नो चेत् अभावः साध्यं, नो चेत् अभावः हेतुः इति भवितुमर्हति वा इति चेत् तेन उक्तम्, आं भवितुमर्हति इति, किन्तु अग्रे न चिन्तितं, भवितुमर्हति इति उक्तं, तर्हि तत्र गृहपाठरूपेण अस्माभिः चिन्तनीयमस्ति, किमपि अभावः, कस्यापि अभावः अत्र पक्षत्वेन स्वीकर्तव्यं, नो चेत् साध्यत्वेन स्वीकर्तव्यं, नो चेत् हेतुत्वेन स्वीकर्तव्यं, तादृश अनुमानं कर्तुं शक्यते वा इति, केवलं स्वारस्यार्थम्, अपि च अनुमाने गभीर अवगमनं भवति इत्यतः मयापि करणीयमस्ति, अहं करोमि, यदा अहं करोमि तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः, भवन्तः अपि अत्र अभ्यासः कर्तुं शक्यते, अभ्यासं कर्तुं शक्यते भवद्भिः। अस्तु, तर्हि अभावः अपि भवितुमर्हति इति उक्तम्। तदनन्तरं साध्यासिद्धिः हेत्वासिद्धिः इति स्प्रेड्शीट् मध्ये यद् मया स्थापितमस्ति, साध्यासिद्धिः, तस्य नाम किम् इति पुस्तकेन उक्तम्। अत्र उदाहरणपरिशीलनम् इति स्प्रेड्शीट् मध्ये इ इत्यस्मिन् काल् इत्यस्मिन् सदसि साध्यासिद्धिः मया उक्तम्, किन्तु इ वन् इत्यत्र किमपि न स्थापितम्। इ वन् इत्यत्र इ प्रथम रो मध्ये किम् अहं स्थापयामि इति चेत् हेत्वाभासाः स्थापयामि। तर्हि पक्षासिद्धिः इत्युक्ते आश्रयासिद्धिः, साध्य अभावत् पक्षः इत्युक्ते बाधः, किन्तु साध्यासिद्धिः नाम किम् इति चेत् तस्य नाम न दत्तम्। एवं हेत्वासिद्धिः जि इत्यत्र यदस्ति तदपि मया न उक्तम्, तदपि पुस्तकेन उक्तम्। तर्हि तत्र का गतिः इति चेत् अत्र मणिकारेण पुनः एतत् सर्वं व्याप्यत्वासिद्धौ अन्तर्भूतम् इति मणिकारेण उक्तम् इति तेन उक्तम्। किमर्थं तादृशम् उक्तम् इति चेत् यदा साध्यं न सिद्ध्यति, साध्यम् अप्रसिद्धमस्ति इत्युक्ते गगनारविन्दम् इति साध्यम् इति स्वीकुर्मः, तदा किं न जायते इति चेत् व्याप्तिः न जायते। व्याप्यत्वासिद्धिः इत्युक्ते किं, व्याप्तिः न जायते खलु, तदेव व्याप्यत्वासिद्धिः। तर्हि व्याप्तिः न जायते इति कृत्वा साध्यासिद्धिः इत्यत्र स्थापयितुं शक्नुमः। अत्र पुस्तके व्याप्यत्वासिद्धिः नाम किम् इति चेत् सोपादिकहेतुः इति एव दत्तम्, किन्तु केवलं सोपादिकहेतुः एव व्याप्यत्वासिद्धिः इति न। साध्यमेव असिद्ध्यं चेत् यथा इदानीं गगनारविन्दम् इति मम साध्यम् इति चिन्तयतु, असिद्धमस्ति गगनारविन्दं, नो चेत् अविधेयत्वाभावः, असिद्धमस्ति अप्रसिद्धमस्ति। तर्हि तादृशम् अप्रसिद्धवस्तु अस्ति चेत् शशशृङ्गम् इति अप्रसिद्धवस्तु अस्ति, तर्हि तद् साध्यत्वेन स्वीकृत्य यदि अहं प्रभवामि तर्हि तस्य तत् कीदृशकेत्वाभासः इति चेत् व्याप्यत्वासिद्धिः इत्यस्मिन् अन्तर्भूतं भवति इति, एवं हेत्वासिद्धिः अपि। तर्हि तदहम् अत्र स्थापयामि। महोदय अत्र पक्षः अस्ति चेत् तद् आश्रयासिद्धिः खलु? सत्यं, किन्तु साध्यासिद्धिः अस्ति चेत् तद् व्याप्यत्वासिद्धिः इति इत्यस्मिन् इत्युक्ते आहत्य तर्कसङ्ग्रहकारेण नवहेत्वाभासाः एव उक्ताः, पञ्चहेत्वाभासाः, तेषु सव्यभिचारः इति त्रयः प्रभेदाः, अत्र असिद्धिः इत्यत्रापि त्रयः प्रभेदाः, तदनन्तरं त्रीणि बाधः विरुद्धः सत्प्रतिपक्षः इति आहत्य नवप्रभेदाः उक्ताः। तर्हि हेत्वासिद्धिः पक्षासि साध्यासिद्धिः इति उभयमपि कस्मिन् श्रेण्यां कस्यां श्रेण्यां भवेत् इति चेत् व्याप्यत्वासिद्धिः इत्यत्र स्वीकर्तुं शक्नुमः इति तेन उक्तम्। अस्तु, तदनन्तरं हा तदनन्तरम् उपाधिः इति, गते वर्गे अस्माभिः चिन्तितमासीत् तत्र एकः क्लेशः कृतः अस्माभिः, तत् परिवर्तितं मया। किम् इति चेत् अत्र साध्यव्यापकत्वम् इत्यत्र मया किं लिखितमासीत्, यत्र उपाधिः तत्र साध्यम् इति, तत्र वस्तुतः साध्यव्यापकत्वं नाम किं चेत् साध्यस्य व्यापकं, साध्यव्यापकं तत्त्वं साध्यव्यापकत्वम् इति। तर्हि उपाधिः साध्यव्यापकः भवेत् तदा एव साध्यस्य व्यापकत्वम् उपाधौ भवति इति कृत्वा यत्र साध्यं तत्र उपाधिः इति भवेत्, तत्र विपरीतरीत्या मया लिखितम्। अतः महारसत्वम् इति उदाहरणं लब्धं, वस्तुतः तद् नास्ति इत्युक्ते सोपाधिक उपाधिः इत्युक्ते किम्, साध्यस्य व्यापकः भवति किन्तु साधनस्य अव्यापकः भवति, साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम्। तर्हि साध्यस्य व्यापकः भवेत् साधनस्य अव्यापकः भवेत्, तदेव उपाधिः। अस्तु, तर्हि इदानीं सर्वे अत्र किम् उपाधिः इति पी डि एफ् मया प्रेषितमासीत् खलु, तत् कृपया उद्घाटयन्तु। तत्र यद् वर्गे अस्माभिः चिन्तितं तत्सर्वं समीचीनमेव, किन्तु निगमनम् अत्र किञ्चित् परिष्कर्तव्यम् इत्युक्ते पूर्वं मया किं कृतम् अत्र अहं कुत्र अस्मि इति चेत् 4x4 फोर्त् पेज् मध्ये अस्मि. साधन साधनव्यापकत्वे सति, तत्र चतुर्थबिन्दुः अस्ति खलु, साधनव्यापकत्वे सति साध्य अव्यापकत्वम् अस्ति चेद् एव तत् समीचीन उपाधिः इति निगमितं. तत्रैव क्लेशः कृतः अस्माभिः. उपाधेः लक्षणं किम् अस्ति? साधन अव्यापकत्वे सति साध्यव्यापकत्वम्. साधन अव्यापकत्वे सति साध्य अव्यापकत्वं, साध्यव्यापकत्वम् एव उपाधेः लक्षणम्. किमर्थम् अत्र उपाधेः लक्षणम्? एतत् दोषपूर्णम् इति अस्माभिः चिन्तितं. 3.1 इत्यत्र एक्स् इति स्थापितमस्ति. किमर्थम् एक्स् इति स्थापितम् इति चेत् यदि एतादृशम् उपाधिः अस्ति तदा तादृशसाधनेन साध्यं साधयितुं न शक्यते. अत्र हेत्वाभासः कल्पनीयः खलु, हेतौ आभासः कल्पनीयः, हेतौ दोषः कल्पनीयः अस्ति. तर्हि 3.1 एव स्वीकर्तव्यमस्ति. यद्यपि 2.1 इत्यत्र ग्रीन् टिक् यदस्ति इत्युक्ते उपाधिः साधनस्य व्यापकः अस्ति अपि च साध्येन व्याप्यः अस्ति इति चेत् तादृश उपाधिना अत्र अनुमानं यद् साध्यते तत् समीचीनं, सद्धेतुः भवति, सद्धेतुः भवति 2.1. किन्तु हेत्वाभासस्य उपाधिः कः इति चेत् 3.1 तदेव हेत्वाभासस्य उपाधिः अस्ति. साधने आभासः कल्पनीयः चेत् तत्र कीदृश उपाधिः भवेत् इति चेत् साध्यस्य व्यापकः भवेत्. यत्र यत्र साध्यं तत्र तत्र उपाधिः इति भवेत्. किन्तु साधनस्य अव्यापकः भवेत् इत्युक्ते यत्र यत्र साधनमस्ति तत्र उपाधिः न भवेत् इति अस्ति चेद् एव अत्र अव्यापकत्वं भवति. तत्रैव क्लेशः कृतः मया. अस्तु, तर्हि इदानीं 3.1 एव उपाधेः लक्षणं. लक्षणं कुत्र सङ्गच्छते इति चेत् साधन अव्यापकत्वे सति साध्यव्यापकत्वम् इति कुत्र गच्छति, कुत्र सङ्गच्छते इति चेत् 3.1 इत्यत्र. तदेव स्वीकर्तव्यम्. बुद्धं किम्? आं महोदय, सद्हेतुः वयं चिन्तितवन्तः, परन्तु अत्र हेत्वाभासस्य सत्यं हेत्वाभासः दोषः चिन्तनीयम्. हेतौ दोषं कल्पनार्थम् अत्र उपाधिः का इति चिन्तनीया. तर्हि इदानीं अत्र उदाहरणपरिशीलनम् इत्यत्र एम् इत्यस्मिन् सदसि सोपादिकहेतुः इति मया लिखितम्. तत्र किं चिन्तनीयमिति यत्र साध्यं तत्र उपाधिः इति अन्वयसहचारः भवेत्. यत्र उपाध्यभावः तत्र साध्याभावः इति व्यतिरेकसहचारः भवेत्. अपि च यत्र उपाध्यभावः तत्र साध्यम् इति व्यतिरेकव्यभिचारः न भवेत्. किन्तु इति न भवेत् खलु? सत्यम् एवं. यत्र उपाधिः तत्र साधनम्, यत्र साधनाभावः तत्र उपाध्यभावः, यत्र साधनाभावः तत्र उपाधिः. किन्तु अत्र इत्युक्ते यत्र उपाध्यभावः तत्र साध्यं, यत्र साधनाभावः तत्र उपाधिः इति अस्ति चेद् एव इत्युक्ते व्यभिचार व्यतिरेकव्यभिचारः अत्र भवेत्, तदेव उपाधिः भवति. तदेव दोषः आगच्छति. तादृश उपाधिं स्वीकृत्य साधने अत्र दोषः कल्पयितुं शक्यते. अत्र उदाहरणं किम् आसीत् इति चेत् पर्वतः धूमवान् वह्निमत्वात् इति उदाहरणं. पर्वतः धूमवान् वह्निमत्वात् इति उदाहरणं. तत्र यद्यपि यत्र धूमः यत्र वह्निः तत्र धूमः यथा महानसे इति अन्वयसहचारः वक्तुं शक्यते. यत्र अस्तु इदानीं पर्वतः धूमवान् यथा महानसं न क्षम्यतां पर्वतः धूमवान् वह्निमत्वात् यथा महानसम् इति उदाहरणम्. अत्र हेतुः अस्ति वह्निः, साध्यमस्ति धूमः, तर्हि यत्र वह्निः तत्र धूमः यथा महानसम् इति वक्तुं शक्यते. अन्वयसञ्चारः भवति हेतुः वह्निमत्वं खलु महोदय, वह्निमत्वं वह्निमत्वम् इति हेतुः. वह्निमत्वं कुत्र अस्ति? वह्नौ न वह्निमत्वं, वह्निमत्वं वह्नौ नास्ति खलु, वह्नित्वमत्वम् एव वह्नौ अस्ति. वह्निमत्वं कुत्र अस्ति? वह्निः यत्र अस्ति तत्रैव खलु. वह्निमत्वं वह्नौ न भवति. आम् सत्यं, वह्निमत् सत्यं. वह्निमत् किम् अत्र प्रायः पर्वतः, नो चेत् पर्वतः इदानीं पक्षः इति कृत्वा महानसमिति स्वीकुर्मः, काष्ठः महानसं महानसमिति स्वीकृ यथा महानसमिति उक्तं खलु उदाहरणं. सत्यं सत्यं. तर्हि महानसमेव वह्निमान् अस्ति, तर्हि महानसे वह्निमत्वम् अस्ति. सत्यं. तर्हि वह्निमत्वम् इति हेतुं स्वीकृत्य पर्वते धूमः अस्ति इति प्रभवति सः. तर्हि इदानीं पर्वते वह्निमत्वमस्ति वा इति चिन्तनीयं. वह्निमत्वं लेदि प्रत्यक्षेन अस्ति इति चिन्तयामः, प्रत्यक्षेन पर्वते वह्निः दृश्यते इति चिन्तयतु. अस्तु. किन्तु यद्यपि तर्हि वह्निमत्वम् इति हेतुः प्रत्यक्षेण गृह्यते पर्वते, पक्षधर्मता सिद्धा. किन्तु वह्निमत्वम् इति हेतुः अत्र दोषाय, व्याप्यत्वासिद्धिः वह्निमत्वे अस्ति इति वक्तव्यम्. तदर्थं किं क्रियते? अत्र आर्देन्द्रसंयोगम् इति उपाधित्वेन स्वीकृत्य तप्तायपिण्डे वह्निमत्वमस्ति, किन्तु तत्र धूमः नास्ति. किमर्थमिति चेत् आर्देन्द्रसंयोगः नास्ति तत्र इति निरूपयति खलु. अतः अत्र किञ्चित् परिष्कृतमस्ति, यत्र साध्यं तत्र उपाधिः, यत्र उपाध्यभावः तत्र साध्याभावः, यत्र उपाध्यभावः तत्र साध्यम् इति व्यतिरेकविचारः. अस्तु, तर्हि मेहुल् महोदय भवानेव चिन्तयति वा अत्र केवलमत्र इदानीम् एतद् उदाहरणं स्वीकृत्य चिन्तयतु. अस्तु, पर्वतः धूमवान् वह्निमत्वात् यथा महानसे इति उदाहरणं खलु. यत्र साध्यम्, अस्तु, यत्र वह्निमत्वं तत्र उपाधिः, उपाधिः इत्युक्ते अत्र आर्द्रेन्धनसंयोगः. यत्र वह्निमत्वं तत्र आर्द्रेन्धनसंयोगः इति यत्र वह्निमत्वं तत्र आर्द्रेन्धनसंयोगः यथा महानसं, यथा महानसं खलु. इदानीं वह्निमत्वं कुत्र अस्ति? महानसे अस्ति. महानसे अस्ति आर्द्रेन्धनसंयोगः, महानसे आर्द्रेन्धनसंयोगः अपि अस्ति. आम् आम्. अस्तु, तर्हि अन्वयसहचारः जातः. व्यतिरेकसहचारः यत्र उपाधि अभावः तत्र साध्यभावः, यत्र आर्द्रेन्धनसंयोगाभावः तत्र वह्निमत्वाभावः. तदपि यथा उदाहरणं, हा यथा, तदपि यथा, यथा वायुः, वायुः अस्तु, यथा मन्ये अन्यत्र अस्तु, यथा आकाशः, यत्किमपि वक्तुं शक्यते, यत्र वह्निः नास्ति यत्किमपि. हा अस्तु, तर्हि व्यतिरेकसहचारः जातः. अधुना यत्र उपाधि अभावः तत्र साध्यं, यत्र आर्द्रेन्धनसंयोगाभावः तत्र धूमाभाव, धूम तत्र धूमः इति न, अत्र साध्यमिति किं? साध्यमिति धूमः खलु, पर्वतः धूमवान् वह्निमत्वात् इति न पर्वतः. अस्तु, तर्हि यत्र साध्यम् इति आरम्भतः वदतु. हा, अस्तु, यत्र साध्यं तत्र उपाधिः, यत्र वह्निः इति अस्माभिः चिन्तितम्, हा तत्र दोषः अस्ति, यत्र धूमः तत्र आर्द्रिन्धनसंयोगः इति भवति, यथा यथा महानसम्, यत्र आर्द्रिन्धनसंयोगाभावः तत्र धूमाभावः, यथा वायुः, यत्र आर्द्रिन्धनसंयोगाभावः तत्र धूमः, अस्तु, यत्र आर्द्रिन्धनसंयोगाभावः तत्र धूमः, यथा इति वक्तुं शक्यते वा, यथा तत्र गेस्टो इति अस्ति खलु, तत्र आर्द्रिन्धनसंयोगाभावः अस्ति, तत्र धूमः अस्ति किं, तत्र धूमः नास्ति, तर्हि व्यतिरेकव्यभिचारः न जातः, न जातः खलु, आम् आम्, तदा एव साध्यव्यापकत्वम् उपाधौ सिद्ध्यति, आम् आम्, तर्हि अन्वयसहचारः भवेत्, व्यतिरेकव्यभिचारः व्यतिरेकसहचारः भवेत्, व्यतिरेकव्यभिचारः न भवेत्, न भवेत्, आम्, समीचीनं, तर्हि इदानीम् अग्रे यत्र उपाधिः तत्र साधनमिति चिन्तयतु, हा यत्र आर्द्रिन्धनसंयोगः तत्र वह्निमत्वम् इति, यत्र आर्द्रिन्धनसंयोगः तत्र वह्निमत्वं, यथा महानसं, सत्यं, यत्र वह्निमत्वाभावः तत्र आर्द्रिन्धनसंयोगाभावः, यथा वायुः, तत्रापि तादृशं वक्तुं शक्यते, यथा वह्निमत्वाभावः तत्र तत्र आर्द्रिन्धनसंयोगाभावः, यथा वायुः, यत्र वह्निमत्वाभावः तत्र आर्द्रिन्धनसंयोगः, यत्र वह्निमत्वाभावः, यत्र साधनाभावः, यत्र वह्निमत्वाभावः, हा यत्र वह्निमत्वाभावः इत्युक्ते, हा इत्युक्ते वह्निः नास्ति तत्र आर्द्रिन्धनसंयोगः, आर्द्रिन्धनसंयोगः अस्ति तदा वह्निः तु अस्ति एव, वह्निमत्वाभावः, आर्द्रिन्धनसंयोगः इति यदा न प्रज्वलति चेत् तत्र वह्निमत्वं नास्ति खलु, यत्र वह्निमत्वसाधनाभावः, हा यत्र वह्निमत्वाभावः तत्र आर्द्रिन्धनसंयोगः, यथा पर्वतः इति भवितुमर्हति, अथवा यथा महानसम् इत्यपि भवितुमर्हति, तत्र आर्द्रिन्धनसंयोगः अस्ति परन्तु वह्निः वह्निमत्वम् अस्ति सर्वदा अस्ति इति नास्ति, न न न, भवान् किं चिन्तयति, यत्र साधनाभावः तत्र उपाधिः, आम् वाक्यं वदतु, हा यत्र वह्निमत्वाभावः तत्र आर्द्रिन्धनसंयोगः, हा वह्निमत्वाभावः वह्निमत्वाभावः कुत्र भवति, ह्रदः ह्रदे भवति, ह्रदे भवति, तत्र आर्द्रिन्धनसंयोगः भवितुमर्हति खलु, अस्ति खलु, अस्ति अस्ति, तर्हि व्यतिरेकव्यभिचारः जातः, किन्तु अत्र तत्ता एफ् पिण्डे अस्माभिः न चिन्तितमेव खलु, कथञ्चित् तत्ता एफ् पिण्डः भवेत् अत्र समीचीनं नास्ति इति भाति चिन्तनम्, तप्ता एफ् पिण्डे अत्र वस्तुतः किमस्ति इति चेत् उपाधिः साध्यस्य व्यापकः साध्यस्य व्यापकः अस्ति किन्तु साधनस्य अव्यापकः अस्ति, किन्तु सामान्यतया किं भवेत् साध्यं साधनस्य व्यापकः भवेत् खलु, सामान्यतया साध्यं साधनस्य व्यापकः भवेत् साधनव्यापकः साध्यः इति भवेत्, किन्तु उपाधिः इदानीं साध्यस्य व्यापकः अस्ति किन्तु साधनस्य अव्यापकः अस्ति इति कृत्वा उपाधिः तादृश उपाधिः वदामश्चेत् उपाधिं वदामश्चेत् अत्र हेत्वाभासः निरूपितः भवति साधने, तर्हि किञ्चित् तत्र परिष्कर्तव्यमस्ति इति भाति, कथञ्चित् अत्र इदानीं तप्ताय पिण्डे अस्माभिः न चिन्तितमेव खलु, आम् महोदय, साधनस्य अव्यापकः उदाहरणद्वयमस्ति खलु, तत्र एकं साधनस्य अव्यापकः इत्यत्र तप्तायपिण्डम् आगच्छति खलु, किन्तु वाक्यं कथं वक्तव्यं, परिशीलनं कथं कर्तव्यम् इत्यत्र, इत्युक्ते यथा अत्र षड् वाक्यानि मया लिखितानि तादृशं चिन्तनीयं वा, मया किं कृतम् अत्र, व्यापकत्वं कथं निरूपयामः, यत्र व्याप्यः तत्र व्यापकः इति अन्वयसहचारः, यत्र व्यापकत्वाभावः तत्र व्याप्यत्वाभावः, तत्र व्याप्याभावः इति अन्वय व्यतिरेकसहचारः, तदनन्तरं यत्र व्यापकत्वाभावः तत्र व्याप्यः इति व्यतिरेकव्यभिचारः न भवेत् इति चेत् व्याप्तिः सिद्धा, तदा व्यापकत्वं सिद्धं भवति खलु, तदेव मया अत्र चिन्तितम्, साध्यम् अत्र पर्वतः धूमवान् वह्निमत्वात् इति उदाहरणम्, अत्र हेतुः अस्ति वह्निमत्वम्, साध्यमस्ति धूमः, अपि च उपाधिः अस्ति किम् आर्द्रेन्द्रसंयोगः, तर्हि साध्यव्यापकत्वम् उपाधौ भवेत्, तर्हि यत्र साध्यं तत्र उपाधिः, यत्र स उपाधि अभावः तत्र साध्याभावः, यत्र उपाधि अभावः तत्र साध्यमिति समीचीनमेव यद् मया लिखितम्, एवं साधनस्य अव्यापकः भवेत्, प्रायः तत्रैव मया दोषः कृतः, तत्र साधनस्य तत्रैव मया दोषः कृतः, इत्युक्ते यदा मया लिखितमस्ति अत्र साधनस्य व्यापकः इत्युक्ते यत्र साधनं यत्र उपाधिः तत्र साधनम् इति साधनम् इति व्यापकम् इति मया लिखितम्, उपाधिः अव्यापकम् इति मया न लिखितं, भेदः अस्ति द्वयोः मध्ये, मया अत्र किं चिन्तितं साधनस्य साधने व्यापकत्वं निरूपयामश्चेत् उपाधौ अव्यापकत्वं निरूपितं भवति इति मया चिन्तितम्, प्रायः तद् नास्ति, महोदय पूर्वं एतादृशं चिन्तितमस्ति, वह्नेः अधिकरणम् अयोगोलकमस्ति, तत्र आर्द्र इन्द्रसंयोग अभावः अस्ति चेत् धूमस्यापि अभावः भवति इति, सत्यं न इत्युक्ते अत्र साधन अव्यापकत्वं कथं निरूपणीयं, व्यापकत्वं कथं निरूपणीयम् इत्यत्र यत्र हेतुः तत्र साध्य, यत्र व्याप्यः तत्र स व्यापकः, यत्र व्यापकाभावः तत्र व्याप्याभावः, यत्र व्यापकाभावः तत्र व्याप्यः इति न भवेत् इति त्रीणि वाक्यानि चिन्तयामश्चेत् व्यापकत्वं निरूपितं भवति, किन्तु अव्यापकत्वं कथं निरूपितम्, अतः एव अत्र अव्यापकत्वं नाम किम् इति चेत् साधननिष्ठ अत्यन्त अभावप्रतियोगित्वं साधन अव्यापकत्वम् इति उक्तं, साधननिष्ठ अत्यन्त अभावप्रतियोगित्वम्, अस्तु तर्हि तत्रैव मया क्लेशः कृतः, अतः एव उत्तरं न लब्धम्, अव्यापकत्वम् एतादृशं निरूप्य मया किं निरूपितमत्र, साधनस्य व्यापकत्वं निरूपितमत्र, यत्र उपाधिः तत्र साधनम् इति वदामि चेत् साधने व्यापकत्वं मया निरूपितं, किन्तु उपाधौ अव्यापकत्वं निरूपणीयम्, आं साध्यव्यापकत्वम् अपि च साधनव्यापकत्वं द्वयमपि निरूपितं, परन्तु साधन अव्यापकत्वं निरूपणीयम्, उपाधि अव्यापक साधनस्य अव्यापकत्वम् उपाधौ न निरूपितमत्र, तन्निरूपणार्थं किं कर्तव्यं, वाक्यं कथं रचनीयं, व्यापकत्वं निरूपयितुं वाक्यं रचयितुं शक्यते, अव्यापकत्वं निरूपयितुं कथं वाक्यं रचनीयम् इति चिन्तनीयम्, अस्तु चिन्तयामि, समयः जातः अत्र स्थगयेम, अस्तु अस्तु सर्वे चिन्तयन्तु अव्यापकत्वं कथं निरूपणीयम् इत्युक्ते तदर्थमेव साधननिष्ठ अत्यन्त अभावप्रतियोगित्वम् इति उक्तम्, किन्तु अत्र सामान्यतयरीत्या तत् कथं वक्तुं शक्यते इति चिन्तयामः, चिन्तयित्वा निरूपयामः अग्रिमे वर्गे, इतोपि अग्रेसरे अग्रिमे सोमवासरे खलु, आमाम् अग्रिमे सोमवासरे, अग्रिमे शनिवासरे अस्माकम् भारतीयसमयानुसारं भानुवासरे वर्गः न भविष्यति, किमर्थमिति मेहुल् महोदय तत्र न भवति इति कृत्वा। अस्तु, धन्यवादः, धन्यवादः, अस्तु महोदय, धन्यवादः सर्वेषां।